पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 18 ब्राह्मण उवाच राजंस्त्वं शृणुयद्वृत्तं नीले पर्वतसत्तमे यच्छ्रद्धधाना पुरुषा यान्ति ब्रह्मसनातनं मया पर्यटदा तत्र गदं नीलाभिधे गिरौ गङ्गासागरतोयेन क्षालितप्राङ्गणे मुहुः तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृदः चतुर्भुजा मूलफलैर्भक्षैर्निर्वाहिदक्लमाः तदा मे मनसि क्षिप्रं संशयः सुमहानभूद चतुर्भुजा किमेते वै धनुर्बाणधरा नराः वैकुण्ठवासिनां रूपं दृश्यते विजितात्मनां कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्लभम् शङ्खचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः वनमालापरीताङ्गा विष्णुभक्ता इवान्तिके संशयाविष्टचित्तेन मया पृष्टं तदा नृप यूयं के वद युष्माभिर्लब्धं चादुर्भुजं कथं तदा तैर्बहुहास्यं तु कृत्वा मां प्रतिभाषितं ब्राह्मणोऽयं न जानाति पिण्डमाहात्म्यमद्भुतम् इति श्रुत्वा वदं चाहं कः पिण्डः कस्य दीयते तन्मम ब्रूद धर्मिष्ठाश्चतुर्भुजशरीरिणः तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः सर्वं तत्र तु यद्वृत्तं चतुर्भुज भवादिकं किरातावूजुः शृणु ब्राह्मणवृत्तान्तमस्माकं पृथुकशिशुः नित्यं जम्बूफलादीनि भक्षयन् क्रीडयाचरन् एकदा रममाणस्तु गिरिशृङ्गं मनोरमम् समारुरोहशिशुभिः समन्तात् परिवारितः तदा तत्र ददर्शाहं देवायतनमद्भुतं गारुत्मदादिमणिभिः खचितं स्वर्णभित्तिकं स्वकान्त्यादिमिरश्रेणीं धारयद्रविवद्भृशं दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् गत्वा विलोकयामीति किमिदं महदां पदम् इति संचिन्त्य गेहान्तर्जगाम बहुभाग्यदः ददर्श तत्र देवेश्यं सुरासुरनमस्कृतं किरीडहारकेयूरग्रैवेयाद्यैर्विराजितम् मनोहरावतंसौ च धारयन्तं सुनिर्मलौ पादपद्मे तुलसीका गन्धमत्तषडङ्क्रिके शङ्खचक्रगदाशार्ङ्गपद्माद्यमूर्तिसंयुतैः उपासिताङ्घ्रिं श्रीमूर्तिं नारदाद्यै सुसेवितम् केचिद् गायन्ति नृत्यन्ति हसन्ति परमाद्भुतं प्रीणयन्ति महाराजं सर्वलोकैकवन्दितं हरिं वीक्ष्य मदीयोर्भस्तत्र संजग्मिवान्मुने देवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् नैवेद्यं श्रीप्रियस्यार्थे कृत्वा निराजनं तदः जग्मुस्वं स्वं गृहं राजन् कृपां पश्यन्त आदराद महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकं पतितं ब्रह्मदेवाद्यैर्दुर्लभं सुरमानुषैः तद्भक्षणं च कृत्वाधो श्रीमूर्तिमवलोक्य च चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः चतुर्भुजत्वं सम्प्राप्त शङ्खचक्रादिधारकः अस्माभिपृष्टमेदस्य किमेदज्जातमद्भुतं तदा प्रोवाचन सर्वान् बालकः परमाद्भुतं शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः तत्र नैवेद्यसिद्धं तु मया प्राप्तं मनोहरं तस्य भक्षणमात्रेण कारणेन दुःसाम्प्रतं चतुर्भुजत्वं सम्प्राप्तो विस्मयेन समन्वितः तच्छ्रुत्वा तु वचस्तस्य सद्यः सम्प्राप्तविस्मयैः अस्माभिरप्यसौ दृष्टो देवः परमदुर्लभः अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितं वयं चतुर्भुजा जादा देवस्य कृपया पुनः गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम भुक्त्वा तत्रान्नसिक्तं तु भव विप्रचतुर्भुजः त्वया पृष्ठं यदाश्चर्यं तदुक्तं वाडवर्षभ इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणोपदेशो नामाष्टादशोऽध्यायः ॐ